अस्माकं फलसन्धिविषये पदान्तविषये अस्माकम् इदानीं कार्याणि कानि कानि सन्ति इति वयं पश्यामः। गतरविवासरे पदान्ते संयोगः अस्ति चेत् कानि कानि कार्याणि भवन्ति इति अस्माभिः दृष्टानि। इदानीम् अद्य अस्ति, अग्रिम अस्ति, अग्रिमबिन्दुः अस्ति चवर्गः। पदान्ते चवर्गः अस्ति चेत् किं किं भवति इति अस्माकम् अग्रिमबिन्दु। तत्र अस्माभिः प्रथमसूत्रं पठितं चोहोकुः। चोहोकुः, तर्हि चोहोकुः इति किं वदति? यत् चकारान्त पदान्ते झलि नाम झलि अथवा पदस्य अन्ते चकारान्त चवर्गीयवर्णः अस्ति चेत् तस्य स्थाने अन्तर्तमः कवर्गीयवर्णः भवति इति अस्माभिः दृष्टम्। इदानीम् अत्र पर्यन्तं कस्यापि प्रश्नः अस्ति वा? अस्तु, नास्ति चेत् अग्रे गच्छामः। इदानीं तर्हि अत्यात्यज् इति अस्ति, तत्र चोहोकुः इति सूत्रेण किं भवति? अतात्यक् गकारः भवति। अस्तु, अग्रिम द्वितीयबिन्दुः इदानीम् अमीना महोदय पठतु। परन्तु व्रश्च भ्रश्च, परन्तु व्रश्च भ्रश्च सृज मृज यज राज व्राज चकारान्ताः शकारान्ताः च एषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशो भवति पदान्ते। सूत्रं पठतु। व्रश्च भ्रश्च सृज मृज यज राज व्राज चषां चषां व्रज भ्रश्च सृज मृज यज राज व्राज व्राज व्राज सकारान्तः शकारान्ताः च एषां धातूनाम् अन्तिमवर्णस्य चकार जकारः अन्तिमवर्णस्य स्थाने शकारादेशः भवति जरि पदान्ते परे अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने शकारादेशः न तु पूर्णपदस्य। भ्रश्च भ्रश्च सृजश्च मृजश्च शब्दः भवति, कुत्रापि संशब्दः मृजस्य मृजश्च यजश्च राजस्य व्राजश्च छश्च श च तेषाम् इतर इन्द्रद्वन्द्वः। भ्रश्च भ्रश्च भ्रश्च भ्रश्च सृज मृज यज राज व्राज च श तेषाम् भ्रश्च भ्रश्च सृज मृज यज राज व्राश्चाम् अग्रे सः प्रथमान्तं द्विपदमेन सुतम् अत्र जश्चषाम् इति योगे छे च इत्यनेन तुक् आगमे सति जच्छशां तदा श्रुत्वसन्धौ जश्चषां जलौ जलां जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः स्को संयोगान्त अयोगारन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिरहितसूत्रं भ्रश्च भ्रश्च मृज यज यज राज भ्रजश्च शां षः जलि पदस्य अन्ते च। तर्हि सामान्यतया अथवा झलि अस्ति चेत् कवर्गीय भवति, परन्तु अपवादरूपेण व्रश्च भ्रश्च सृज मृज यज राज भ्राज धातूनाम् अथवा छकारान्त शकारान्त च तत्र झलि अथवा पदान्ते तर्हि अत्र एकमस्ति, अत्र प्रथमं तु अत्र केवलं छकारान्त नास्ति, अत्र छाम् इति अस्ति खलु, तत्र वस्तुतः न तुक तु अस्ति, तत्र अत्र किमस्ति यत् केवल तुक्सहित चकारस्य एव षकारः भवति. यदि यदि पदे तुक्सहितषकारः अस्ति चेत् तत्र एव षकारः भवति इति ज्ञातव्यम्. यदि केवलं षकारः अस्ति चेत् तुक्सहितषकारः नास्ति चेत् मूर्धनषकारः न भवति, तत्र तु चोहकोः एव कार्यं करोति. तुक् तुक् इच्छति इच्छति पृच्छति तत्र एव तत्तु अवगतं. तुक् इत्युक्ते यत्र तुक् सहितशकारः अस्ति तत्र एव तुक् इति पदस्य विशेष अर्थम् अस्ति. तुक् अस्ति अत्र नास्ति, परन्तु वस्तुतः तुक् सहितशकारः अस्ति चेदेव अस्य सूत्रस्य कार्यं भवति, अन्यथा चोहकु भवति. अग्रे उदाहरणानि आगच्छन्ति, तत्र वयं द्रक्ष्यामः. अस्तु, मीना महोदय उदाहरणं पठतु. यथा अवावृष् योगः इत् लोपः अवावृष् कोस्कं योगान्ते च इत्यनेन सकारलोपः इत्यनेन सकारलोप अवावृज् सकारलोपः अवावृज् चोकुः इत्यस्य प्रसक्तिः, परन्तु तत् प्रपाद्य षकारादेशो भवति अवावृष्. तदैव अबाब्रश् इत् लोपः अबाब्रश्ज् सकारलोपः अबाब्रज् किं महोदय? केन सूत्रेण सकारलोप कोस्कं कोसंयोगान्ते लोपः अन्ते च सकारलोपः अबाब्रज् अबाब्रज् अबाब्रज् अबाब्रश् इति चोकुः तत्र न भवति. अबाब्रश् इति ब्रश्च ब्रश्च इति सूत्रेण अबाब्रश् भवति. अबाब्रश् इति भवति, अत्र चोः बहु कार्यं न करोति, ब्रश्च ब्रश्च करोति. अग्रे असरि सृज् योगः इत् असरि सृज् कारः असरि चोकु इत्यस्य प्रसक्तिः, परन्तु तत् प्रपाद्य सृजभृज इति सूत्रेण षकारादेशः भवति असरि सृष्. अमरि मृज् अमरि मृष् अयायज् अयायष् अरारज् अरारष् अबाब्राज् अबाब्राष् अपाप्रश् अपाब्रश् अपाप्रश् अपावश् अपावश् षकारः भवति चत्वं भवति नास्ति वा कस्यापि? अत्र नास्ति महोदय. अस्तु अस्तु, तर्हि इति अस्ति चवर्गीयपदस्य स्थितिः कीदृशी कीदृशी भवति इति अस्माभिः दृष्टम्. सामान्यतः चोहकु इति सूत्रेण चवर्गस्थाने कवर्गः भवति, परन्तु अपवादेन व्रश्च ब्रश्च इति सूत्रेण शत्वं भवति षकारशत्वं भवति. अस्तु, धन्यवादः महोदय. इदानीं तृतीयबिन्दुः अस्ति महोदय, चवर्गः इति अन्तिमवर्णः भवेत्. किं चवर्गः अन्तिमवर्णः भवेत्? अन्तिम अथवा झलि अथवा झलि नाम झल् परे अथवा पदस्य अन्ते अन्ते. ओके ओके, धन्यवादः. अस्मिन् पाठे अस्मिन् करपत्रे केवलं पदस्य अन्ते इति विषये एव इदानीं कार्यमस्ति, परन्तु झलि परे अपि अस्ति. अस्तु अग्रे, इदानीं तृतीयबिन्दुः अस्ति धातुः इति हकारान्तधातवः अस्ति सन्ति चेत् कीदृशी स्थितिः भवति, तर्हि रघुपति महोदय पठतु. आं महोदय, हकारान्तधातूनां हकारस्य स्थाने ढकारादेशो भवति. होढः इति अष्टमाध्यायस्य द्वितीयपादस्य एकत्रिंशत्तमं सूत्रमस्ति. हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च. हः षष्ट्यन्तं डः प्रथमान्तं द्विपदमितं सूत्रं झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः स्को संयोगान् संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अन्ते च इत्यनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति हः डः झलि पदस्य अन्ते च अत्र हकारस्य डकारादेशः भवति कुत्र भवति इत्युक्ते पदस्य अन्ते अपि च झलि परे अपि भवति इति अस्ति पदस्य हकारस्य डकारः झलि परे अथवा पदस्य अन्ते हकारः अस्ति चेत् तत्र ढकारः भवति उदाहरणम् अत्र उदाहरणमस्ति पदान्ते लगि अत्रणोः इति योग तकारः अस्ति इदानीं तकारस्य लोपः भवति हल्ग्याभ्यो दीर्घ सूति सि अपृक्तं हल् इत्यनेन अत्रणोः इति अस्ति इदानीं पदान्ते अस्ति अतः होडः इत्यस्य इत्यनेन डकारदेशः भवति अत्रणोढ् इति अत्रिणेड् क्षम्यताम् अत्रिणेड् अत्रिणेः इति क्षम्यताम् त्रिणे तर्हि हकारस्य ऋतुं भवति अग्रे अग्रे धातोः आदौ दकारः अन्ते हकारः चेत् हकारस्य स्थाने घकारदेशः भवति अस्तु घकारः अत्र अस्तु सूत्रमस्ति दादेर्धातोः गः दादेर्धातोर्गः इति द्वात्रिंशत्तमसूत्रमस्ति अग्रिमं सूत्रमस्ति दकारादि धातोः हकारस्य स्थाने घकारादेशः भवति झलि पदान्ते च दः आदौ यस्य सः दादिः तस्य दादेः तस्य इति दादेः बहुव्रीहिः दादेः षष्ट्यन्तं धातोः षष्ट्यन्तं गः इति प्रथमान्तं त्रिपदमिदं सूत्रं होडः इत्यस्मात् हः इत्यस्य अनुवृत्तिः जलो झलि इत्यस्मात् झलि पदस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति दादेः धातोः हः गः झलि पदस्य अन्ते च इति अस्ति अत्र दकारादिधातुः भवेत् इदानीं तत्र दकारादिधातुः अस्ति अग्रे इदानीं हकारः अस्ति चेत् अन्तिमे हकारः अस्ति चेत् पदान्ते अथवा जलिपरे हकारस्य इदानीं दत्वं न भवति गत्वं भवति गकारः आदेशः भवति इति अस्ति तत्र प्रायः कोडः इत्यस्य अपवादः अस्ति अपवादः अस्ति आं सत्यं यथा दृह् प्रपूरणे अदादिगणीयधातुः अस्ति लटि दोग्धि अथवा दुग्धे इति रूपमस्ति पदान्ते अस्तु अदादिगणे दोग्धि इति भवति दुः इति अस्ति दुः योग ति इदानीं तत्र दोः इति भवति दोः योग ति इदानीं सकारादिधातु ओ नास्ति वा ओ अस्तु पदान्ते लङि अधोः इति अस्ति अस्तु क्षम्यताम् अधोः इति अस्ति अधोः योगता अत्र अधोहित्यन् अधो क्षम्यताम् अत्र दकारस्य इदानीं दकारदातो हकारस्थाने दकार गकारदिश अपि च किं ओ अस्तु प्रथमं गकारः भवति अनन्तरं किं भवति अत्र गकारः भवति न इदानीं केवलं अधोः अस्ति धातु दकारादि अस्ति अतः हकारस्य स्थाने घकारादेशः भवति हा कारस्य धकारः कथं भवति अत्र भिन्नसूत्रमस्ति तत् अग्रे आगच्छति परन्तु ओढः इति सूत्रेण धत्वं न भवति परन्तु घत्वं भवति यतोहि धातुः दकारादि अस्ति अस्तु अधोगति धन्यवादः अग्रे अग्रे भव अस्ति अग्रे अस्ति मदनमहोदय अग्रे पठतु महोदय दृह मुह नुह निह येषां चतुर्थां धातूनाम् अकारस्य स्थाने विकल्पेन गकारो वा डकारो वा भवति वा गृह मुह शुः निहां गृह मुह गृह मुह नुह स्निह एषां चतुर्थां धातूनाम् अकारस्य स्थाने विकल्पेन गकारादेशो भवति गलि प्रदान्ते च गकार अभावे ओ अटः इत्यनेन लकारादेशो भवति गृहश्च मुहश्च नुहश्च निहश्च तेषाम् इतोत्र द्वन्द्वः गृह मुह नुह निह तेषां गृह मुह नुह निहा वा अव्ययपदं गृह मुह नुह निहां षष्ठ्यान्तं द्विपदम् इदं सूत्रम् ओ डः इत्यस्मात् अह तदा दे धातोः गः इत्यस्मात् गः जलो जषि इत्यस्मात् जलि स्कोः संयोगात् योरन्ते च इत्यस्मात् अन्ते च इत्येषाम् अनुवृत्तिः पदस्य एतस्य अधिकारः अनुवृत्तिसहितसूत्रं दुह मुह श्नुह निहां वा वह गह जलि पदस्य अन्ते च एते धातूनाम् आकारस्य स्थाने विकल्पेन ककारादेशः भवति यदि जलि परे अस्ति वा चेत् पदान्ते अस्ति वा चेत् भवति तर्हि द्रुहधातु मुहधातु श्नुहधातु अश्निहधातु अत्र हकारस्य स्थाने विकल्पेन घकारः अथवा ढकारः भवति झलि झलिपदान्ते ते उदाहरणं पठतु पदान्ते लङि अ दो द्रोः योगः तकारः अ दो दो द्रोः तकारस्य लोपः भवति अद एकरूपम् अस्ति अ दो द्रोग् अथवा अ दो द्रोड् इति भवति अकारस्य स्थाने तकारः भवति अकारस्य स्थाने टकारः होटः इति सूत्रेण भवति अथवा हकारस्य स्थाने विकल्पेन गकारादेशो भवति अद्रो मोह अमो मोग् अथवा अमो मोड् इति रूपम् अश्नो नोः अश्नो नोक् वा अश्नो नोड् भवति अनन्तरम् अस्नेः अस्ने नेग् अस्ने नेनेड् इति रूपं धातूनाम् एवं डकार गकार आदेशः भवति विकल्पेन आगच्छन्ति वा आं महोदय अग्रे न धातोः हकारस्य दकारादेशो भवति नहो दह न धातोः अकारस्य दकारादेशो भवति जलि पदान्ते च नः षष्ट्यन्तं दह प्रथमान्तं द्विपदम् इदं सूत्रं हो डः इत्यस्मात् अह इत्यस्य अनुवृत्तिः दादे धातो दह इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः कोः संयोगात् योरन्ते च इत्यस्मात् अन्ते न इत्यनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नः धातोः अह दह जलि पदस्य अन्ते च अत्र उक्तं नः इति धातोः कृते तस्य अकारस्य स्थाने दकारादेशः भवति जलि वा पदान्ते वा भवति चेत्. उदाहरणमस्ति पदान्ते लङि नानः योगः तकारः नानः तकारस्य लोपः भवति. तदनन्तरं नः धातु अकारस्य स्थाने दकारादेशः भवति. तर्हि चत्वारि कार्याणि सन्ति. प्रथमस्ति सामान्यतया ओडकः अकारस्य ढकारः भवति. तदनन्तरं प्रथमविशेषः अथ प्रथम अपवादः अस्ति. धातुः अस्ति दकारधातुः अस्ति चेत् हकारस्य स्थाने हकारः भवति. द्वितीय अपवादः अस्ति वा दृहमुह श्नुह स्निह स्निहां. तर्हि दृहमुह स्निह स्नुह इति धातवः सन्ति चेत् तत्र हकारस्य स्थाने विकल्पेन ढकारः हकारः भवति. तदनन्तरम् अस्ति नहोध नः धातुः अस्ति चेत् हकारस्य धकारः भवति. इति चत्वारि कारणानि सन्ति. यदि त्रीणि इति त्रीणि त्रयः अपवादः सन्ति. अन्यत्र सर्वत्र हकारस्य स्थाने ढकारः भवति होढः इति सूत्रेण झलिपरे. सर्वे अवगच्छन्ति वा? आं महोदय. गच्छामः इदानीं जि. अत्र दादेर् धातोर् गः इति सूत्रेण हकारस्य स्थाने गकारः आगच्छति. परन्तु तत्र वा दुहं मुहश्नु एतत् सूत्रेण विकल्पेन भवति खलु अकारस्य स्थाने गकारः. आम् अस्तु. केवलं दृह मुहश्नुहश्निः कृते नष्टो. अग्रे विजयमहोदय अग्रे पठतु. आम् जि, एतत् सूत्रमेव वा? अस्तु. बश भावः बश् भावः एकाचो बशो बश् जशन्तस्य गोः इति सूत्रेण इति सूत्रं परिचयः धातोः आदौ बश् बगड द अपि च अन्ते जश् जब गड द तस्य धातोः नाम एकाच् वशादि जशन्तधातुः यथा बन्द् धातुः बुद् धातुः च. यदि उपर्युक्त हकारान्त धातुसम्बन्धसूत्रैः हकारस्य स्थाने जश् आदेशः सञ्जातः दृष्टान्ते दुक् दुग् इति भवति. तर्हि सः अपि तादृशधातुः एकाच् बशादि यशन्तधातोः आदौ स्थितस्य बशः स्थाने बश आदेशः भवति. ब ग ड द सकारादि प्रत्यये परे द शब्दे परे पदान्ते च. अतः वदामः तत्र इको भवति कुत्र प्रतिध्वनि. भवान् म्यूट् करोतु महोदय. अस्तु पठामि वा? अतः वदामः यत् त्रि फोर् स्थाने फोर् फोर् इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्य अन्ते च वर्गस्य चतुर्थसदस्यः चत्वारः तृतीयसदस्यस्थाने चतुर्थसदस्यः कार्यं करोति. तत्र आदौ स्थितस्य तृतीयसदस्य स्थाने चतुर्थसदस्य आदेशः भवति. त्रि स्थाने फोर् इति आहत्य त्रि फोर् स्थाने फोर् फोर् इति विकारः. देयं यत् अयं बष् वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुमर्हति. अनेन धातुः अनेकाच् चेदपि तस्य धातोः एकाच् बशादि जशन्तधात्वंसः अस्ति चेत् अत्रापि 3444 इति विकारः भवति. तत्र जपघटदश स्थाने जशन्तवर्णः आदेशः भवति. तृतीयसदस्य स्थाने चतुर्थवर्णस्य चतुर्थवर्णः आगच्छति, आदेशः भवति इति तत्र दत्तं. तत्र किमपि विशिष्टकार्यं नास्ति. 3-4 स्थाने 4-4 आगच्छति, विकारः भवति. तावदेव जि अत्र. अस्तु अस्तु, तर्हि किमस्ति अत्र पश्यतु. तर्हि अत्र नूतनमेकमस्ति, एकाचो बशोः षट्षष्ठोः. तर्हि धातुः अस्ति, धातोः अन्तिम एकाच भाग पश्यतु. धातोः अन्तिम एकाच भाग पश्यतु. तर्हि तत्र एकाच भाग इत्युक्ते एक अच् वर्णः यस्मिन् तादृशः भागः एकाच भागः, तस्मिन् एकाच भागे प्रथमवर्णः यदि बश् अस्ति, नाम बशादि अस्ति भागः, बशादि, बश् इत्युक्ते बगडद, बगडद. तदनन्तरं तस्य धातोः अन्ते झष् अस्ति, झष् नाम चतुर्थवर्णः, झ भ घ ढ ध. एतादृशधातुः अस्ति चेत् तस्य अनन्तरं यदि सकारादिप्रत्यय अथवा ध्व इति शब्दः अस्ति चेत् तत्र बशादि यद् बश् अस्ति, बश् यद् अस्ति, बश् वर्णः, तस्य स्थाने भष् भवति, चतुर्थवर्णः भवति. नाम 3-4 इति स्थितिः अस्ति चेत् बश् इत्युक्ते 3, झष् इत्युक्ते 4, तर्हि तस्य स्थाने 4-4 इति भवति. भष् भष् इति 4 अस्ति खलु, 4-4 इति भवति. कदा? सकारादिप्रत्ययपरे अथवा ध्वशब्दपरे इति अस्ति. अस्तु, तर्हि इदानीं महोदय सूत्रं पठतु. आं जि. एकाचो बशो बश्, एकाचो बशो बश् जशन्तस्य भोः धातुः एव धातोः अवयवः यो यः जशन्तः एकाच् तस्य वशस्य वशा वश् आदेशः भवति सकारे परे अस्ति चेत्, द्वशब्दे परे पदान्ते च. अनुवृत्तिसहितसूत्रम् एकाचः जशन्तस्य इति इत्यनयोः एव विशेषणविशेष्यभावः, धातोः तादृश अंशः इति तात्पर्यम्. अनेन धातोः एकाच् वा तदधिकः वा अर्घः. एकः आच् अस्मिन् स एकाच् बहुवीर्गि तस्य एकाचः. जश् अन्ते यस्य स जशन्तः बहुवीर्गि तस्य जशन्तस्य. सकारः च द्वे च ऋत्वो द्वोः द्वौ इतरेतरद्वन्द्वः तयोः स्वोः. एकाचक षष्ट्यन्तं, वशक षष्ट्यन्तं, वश् प्रथमान्तं, जसन्तस्य षष्ट्यन्तं, स्वोः सप्तम्यन्तं द्वितीय द्विवचनमस्ति अत्र. अनेकपदमिदं सूत्रं दादे धातोर्गः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, स्वोः संयोगान्त्योरन्ते इत्यस्मात् अन्ते च इति अनयोः अनुवृत्तिः, पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं धातोः एकाचः जशन्तस्य बश बस् भोः पदस्य अन्ते च. तस्य सूत्रं तत्र किं वदति इति, दादेर्धातोर्गः इत्यस्मात् तत्र किमस्ति चेत् तत्र अकारस्य स्थाने गकारः आगच्छति, अनन्तरं तृतीयवर्णस्य स्थाने चतुर्थवर्णः आदेशः भवति इति तत्र दत्तम्. अनन्तरं किम् अस्ति, बहुवीर्गी अस्ति, एतत् सर्वं तत्र दत्तं. किं किमपि तत्र विशेष, एतत् सर्वं विशेषविशेष्यभावः अस्ति एकाच जशन्तस्य इत्योः इत्यनयोः. तावदेव. किमस्ति धातु, तस्य यत् धातुः कादृश कीदृशः, तस्य झषन्तधातु. तर्हि झषन्त यत् एकाच झषन्तभावः, नाम धातुः एकाच भवेत् अनेकाच भवेत् समस्या नास्ति, परन्तु तस्य अन्ते झष् वर्णः, अपि च तत्र यत् भागः अस्ति झषन्तभागः, तत्र एकाच भागः यत् अस्ति, तत्र यत् बश् वर्णः अस्ति तृतीयवर्णः, तस्य भष् भवति चतुर्थवर्णः भवति. कदा? सकारादिप्रत्ययपरे, ध्वपरे अथवा पदान्ते पदस्य अन्ते च इति अस्ति. अवगच्छन्ति वा? इदानीम् उदाहरणं महोदय, तत्र किञ्चित् अत्र एका च इति अस्ति, अत्र धातोः एका च तदधिकः कथं भवति किञ्चित् मम भ्रमः अस्ति. धातुः एका च भवेत् इति, धातुः अनेका च अपि भवितुं शक्नोति, परन्तु तस्य यत् अन्तिमभागः अस्ति झषन्त एका च अन्तिमभागः इति, धातोः एका च झषन्तस्य नाम धातोः यत् यत् अन्तिम अस्ति एका च भाग, तत्र बश् प्रथम भवेत् तदनन्तरम् अन्ते झष् भवेत् इति. ओ अस्तु अस्तु अस्तु अस्तु, इदानीम् अवगतम्. अनेका च भवितुं शक्नोति यत् यङ् लुके, धातु सर्वदा अनेका अस्ति खलु, परन्तु तस्य झषन्तभाग यत् एका च भागः अस्ति तस्य बश् स्थाने भष् भवति. अस्तु, इदानीम् उदाहरणं पठतु विजयामहोदय, यथा पदान्ते लुङ्गि. पदान्ते लुङ्गि अधोः योगः तकारः अल्याभ्यो दीर्घात् सुतिस्य पृष्टं हल् इत्यनेन तकारस्य लोपः भवति. अधोः इति पदं निष्पणम् अत्र अङ्गं भवति. अत्र दादे दातोर्गः इत्यस्मात् तत्र हकारस्य स्थाने गकारः आगच्छति, अतः तत्र अधोः इति भवति. एकाचो बश बश जशन् तस्य स्वोः इत्यनेन बश बशादेशः, अत्र तत्र अधोः इति तृतीयवर्णस्य स्थाने चतुर्थवर्णः आगच्छति, अधोः इति भवति तत्र. तर्हि किमस्ति अधोघ धातुः अस्ति खलु, अधोघ अत्र तस्य वस्तुतः अत्र अधोघ अस्ति, तस्य अन्ते झष् वर्णः अस्ति, घकारः झष् अस्ति, तर्हि तस्य अन्तिमझषन्तस्य एका च भागः अस्ति दोघ, तत्र दकार बश् वर्णः अस्ति, तृतीयवर्णः अस्ति, अतः तस्य दकारस्य स्थाने चतुर्थवर्णः धकार भवति, अतः रूपं भवति अधोघ. अधोघ अग्रे. आम् जी, तत्र सकारादि प्रत्यये परे गर्ह् योगः स्यते, होडः इत्यनेन हकारस्य स्थाने डकारः गर्द् गर्द् योगः स्यते. एकाचो बश बशो बश जषन्तस्य स्वोः इत्यनेन बशः बशादेशः, बशस् बशस्थाने तृतीयवर्णस्य स्थाने चतुर्थवर्णः आदेशः भवति, गर्द् इति भवति, योगः स्यते, गर्द्यते इति भवति. तत् तद् न करोतु, तत्र भिन्नं भवति, परन्तु गर्ढ्योगस्यते अत्र पुनः भवतु, एका च अस्ति अन्ते ढकारः झष् झषन्तवर्णः अस्ति, झषवर्णः अस्ति, अतः बश् वर्णः तृतीयवर्णे अस्ति घकारः, तस्य घकारः भवति, घर्ढ्योगस्यते, घर्ढ्योगस्यते इति अस्ति. स्वयम् आगच्छन्ति वा? आं जि, आं जि. तर्हि इति स्थितिः अस्ति एका च बशो बश् इति. इदानीम् अग्रिम अस्ति सकारान्तधातोः. महोदय, अत्र एका च अघोदिति इत्यनेन बशः बशादेशः, अधो अधो अकारः एव अच्छस्ति, ओकार एव अच्छस्ति. न तदेव अहं वदामि खलु, सम्पूर्ण अनेका च भवितुं शक्नोति, परन्तु तत्र अन्तिम एका च भागः अस्ति, तत्र झषन्त अत्र बश् अपि अस्ति, अतः तत्र दोघ एव द्रष्टव्यं, दोघ. अस्तु अस्तु भगिनि, अस्तु अग्रे. इदानीं सकारं धातुः अस्ति चेत् किं करणीयं, सकारं धातुः अस्ति चेत्? तर्हि अग्रे अस्ति विजय महोदय, पठतु. सकारान्तदातवः, सकारान्तदातूनां पदत्वे सति पिपि दत्त्वं सिपि ऋत्वं दत्त्वं वा. सकारान्तदातूनां पदत्वे सति पिपि दत्त्वं प्रथमं, स्थित्यनस्तिः इति सूत्रं पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे, परन्तु अस् धातो न भवति। इदं सूत्रं ससजुषुहुरुः इत्यस्य अपवादः, येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः, अलोन्त्यस्य इत्यनेन अन्तिमवर्ण आदेशः, न अस्तिः अनस्तिः तस्य अनस्तेः, तिपि सप्तन्यन्तम् अनस्तेः षष्ट्यन्तं द्विपदम् इदं सूत्रं ससजुषोः ऋः इत्यस्मात् सः इत्यस्य अनुवृत्तिः। अनुवृत्तिः पदस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं सः पदस्य दह तिपि अस्ति। अत्र पदान्तस्य सकारः अस्ति चेत् सकारस्थाने दकारः आदेशः भवति, कदा तिपि परे, परन्तु अस्धातोः न भवति इति। अस्धातोः अन्तिमवर्णमपि सकारः एव, परन्तु तत्र परिवर्तनं न भवति इति वा महोदय? सः पदस्य सः वदामि महोदय। तर्हि इदानीं सकारान्त सः सः पदस्य, तर्हि वस्तुतः किं भवति, पदान्ते सकारः अस्ति चेत् सामान्यतया ससजुषोरुः इति सूत्रेण रत्वं भवति, परन्तु अपवादसूत्रमस्ति यत् सः अस्ति पदस्य, तादृशपदं यस्य अन्ते अस्ति, तादृशपदं यस्य अन्ते सकारः अस्ति, एतादृशपदं यस्य अन्ते सकारः अस्ति तस्य दकारः भवति, सः सः पदस्य दः, सः पदस्य दः, तर्हि सः तिप्रत्ययपरे, परन्तु अस् धातु कृते नास्ति, अस् धातु अपि सकारादि अस्ति खलु, सकारान्त अस्ति खलु, परन्तु तस्य कृते न भवति, तर्हि सकारान्तपदस्य दकारः भवति, सकारस्थाने दकारः भवति तिप्रत्ययपरे, परन्तु अस् धातु कृते न इति। स्वयावश्यति वा? अनेन सूत्रेण लङ्लकारस्य इत् प्रत्यये परे सकारान्तपदस्य सकारस्य दकारादेशो भवति, यथा अचकारयोगः इत् हल्ङ्याभ्यो दीर्घात् कृतं हल् इति सूत्रेण इत् इति लोपः भवति। अचकास्ति पदं तिप्यनस्ति इत्यनेन अन्तिमसकारस्य दकारादेशः भवति, अचकाद् इति निष्पन्नम्। अग्रे वा, यत्र धातु चकाक् अस्ति तत्र चकाक् इति पदं भवति दकारस्य लोपानन्तरं, परन्तु लक्षण प्रत्यलोप्रतिलक्षणमिति सूत्रेण तिप्रत्यये तु इदानीं लक्षणम् अस्ति, तर्हि तिप्रत्यये परे अस्ति अतः सकारान्तपदस्य स्थाने दकारः अस्ति चकाद् इति भवति। अग्रे तर्हि लटि न भवति महोदय, न भवति इति कृत्वा किं लटि न भवति, तर्हि चकास्ति तत् न भवति, पदान्ते न भवति खलु? आमां सत्यम्। द्वितीयबिन्दु सकारान्तधातूनां पदत्वे सति सिपि ऋत्वं धत्वं वा अत्र विकल्पम् अस्ति सिपि धातो रूर्वा 8-74 पदान्तस्य सकारस्य रु आदेशो भवति दकारो वा सिपि परे अत्र वा इति समुच्चयार्थे येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अलोन्तस्य इत्यनेन अन्तिमवर्णादेशः धातुः उक्तं परसूत्राणाम् अर्थपूर्तिकृते प्रकृतसूत्रे आवश्यकता नास्ति सिपि सप्तम्यान्तं धातोः षष्ट्यान्तं रुप्रथमान्तं वा अव्ययपदम् अनेकपदमिदं सूत्रं ससजुषोः रुः इत्यस्मात् सः इत्यस्य अनुवृत्तिः वसुस्रंजुस्वनङ्गुहां दह इत्यस्मात् दह इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिशब्दसूत्रं सः धातोः पदस्य रुः दह वा सिप् पदान्ते सकारः अस्ति अत्र सकारस्य स्थाने रुः आदेशः भवति अथवा अविकल्पेन दकारः आदेशः भवति कदा सिपि परे इति सिपि सिपि परे आम् आम् अस्माभिः दृष्टं यत् सकारान्तधातुः अस्ति चेत् पदमस्ति चेत् तिप् प्रत्यये परे दकारः भवति अस् नास्ति परे सकारान्तपदमस्ति चेत् धातुपदमस्ति चेत् तस्य स्थाने विकल्पेन दकारः अपि भवति ऋत्वमपि भवति महोदय धातोः अन्तिमवर्णं वा अङ्गस्य अन्तिमवर्णं वा महोदय पदं भवेत् पदम् ओके ओके अत्र धातोः वस्तुता नास्ति यतोहि सिप् प्रत्ययः धातुनन्तरमेव आगच्छति परन्तु धातोः अत्र लिखितं किमर्थमस्ति अग्रिमसूत्राणां कृते परसूत्राणां कृते अत्र आवश्यकता नास्ति इति एव अत्र लिखितमस्ति पठामि वा अग्रे पठतु प्राचीनैः उच्यते यत् वसुसंशुद्धंस्त्व स्वनङ्गुहां दह इत्यस्मात् दह इत्यस्य दकारस्य पृथकः इत्यपि साक्षात् अनेन एव सिपि धातोः सूत्रेण नवीनैः उच्यते यत् अस्यावश्यकता नास्ति अस्य आवश्यकता नास्ति यतोहि रु अपेक्षे इस् स्थाने दकारादेशक जलाञ्जशोन्ति इत्यनेन परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत् सजुषो रुः जलाञ्जशोन्ति इति अनयोः मध्ये सजुषोः रुः इत्यस्य अपवादभूतत्वात् जलाञ्जशो इत्यस्य पुनः नितराम् अवकाशो नास्ति किञ्च सिद्धो क्रूर्वा इत्यनेन एव रुश्च धश्च क्रियते तर्हि अत्र किं लिखितमस्ति अत्र दग्धः इति अस्ति तस्य अनुवृत्तेः आवश्यकता अस्ति न वा इति तर्हि प्राचीनजनाः वदन्ति यत् प्राचीनवैयाकरणाः वदन्ति यत् दकारस्य अनुवृत्तेः आवश्यकता भवति परन्तु नवीनजनाः वदन्ति यत् आवश्यकता नास्ति यतोहि तर्हि नाम रुः सूत्रे एव लिखितमस्ति खलु परन्तु रु यदा नास्ति तदा किं करणीयं दकारः भवति इति किं कथं जानीमः अपक्षे तर्हि प्राचीनजनाः वदन्ति यत् वसुसंसु इति सूत्रेण दकारस्य अनुवृत्ति आगत्य वयं ज्ञातुं शक्नुमः यत् एकस्मिन् पक्षे रुः यत् सूत्रे लिखितमस्ति अन्यस्मिन् पक्षे दकारः नवीनजनाः वदन्ति यत् दग्धः इति पदस्य अनुवृत्तेः आवश्यकता नास्ति यतोहि यदि रु न भवति चेत् जलां दशवन्ते इति सूत्रेण तु सकारस्य दकारः भवति एव सकारस्य अन्तिमवर्णस्य दकारः तु भवति एव परन्तु तदनन्तरमपि आधिक्येन वैयाकरणः वदन्ति यत् ससजुषोरुः इति झलां दशवर्णे सूत्रस्य अपवादः सर्वदा भवति एव, तर्हि ऋत्वं तु भवति एव, अतः दकारतः दकारस्य कृते वसुसंसुध इति सूत्रस्य आवश्यकता भवति इति नाम अस्य मतभेदाः सन्ति यत् दकारदः इति शब्दस्य आवश्यकता अस्ति वा अनुवृत्तिरूपेण, परन्तु यत्किमपि अस्ति अस्माकं कृते किं महत्त्वमस्ति महत्त्वपूर्णमस्ति यत् पदमस्ति धातुरूपी पदमस्ति तस्य अन्ते सकारः अस्ति अनन्तरं स्टिप् प्रत्ययः अस्ति चेत् एकस्मिन् पक्षे रु एकस्मिन् पक्षे दकारः इति भवति। अस्तु इदानीम् उदाहरणं पश्यामः। मीना महोदय उदाहरणं वदतु चकार अनेन सूत्रेण लङ्लकारस्य। अनेन सूत्रेण लङ्लकारस्य प्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन कारादेशः रुत्वं वा भवति यदा अचकास् योगः इस् लोपः अचकास् सिपि धातोः रुर् वा इत्यनेन विकल्पेन रु आदेशः अचकारु अथवा अचकारु अचकारु चेत् उ इत्यस्य इत्संज्ञा लोपश्च करवसानयोः विसर्जनीयः इत्यनेन अवसानेः स्थाने विसर्गादेशः अचकाः। तर्हि एकरूपम् अस्ति अचकाद् अन्यरूपम् अस्ति अचकाः। अचकाः अवगच्छन्ति वा सर्वे? अत्र अत्र जी अत्र अवसाने अनन्तर किम् अस्ति अवसानेर अवसाने नेः अत्र विसर्गं सम्यक्तया आगच्छति एव, परन्तु तत्र जी अत्र किम् अस्ति तत्र आर् स्थाने आर् एव अस्ति खलु ऋ एव वा अवसाने रु स्थाने विसर्गादेश अस्तु जी अवसाने अनन्तरमेव रेपस्य स्थाने विसर्गः आदेश आगच्छ अत्र दृष्टिः एवं सकारान्तपदम् अस्ति चेत् कीदृशं कार्यं स्यात् इति प्रश्नः। अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं जलां जशवन्ते सकारः जलि अस्ति अनेन सूत्रेण पदान्ते सकारस्य जस्त्वं नाम वर्गीयव्यञ्जनस्य तृतीयपदस्य स्थाने अन्तरतमः इत्यनेन दन्त्यासकारस्य स्थाने दन्त्यसवर्गस्य तृतीयपदस्य दकारः भवति। अतः सर्वसामान्यसिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः, परन्तु ससजुषोरुः तस्य अपवादः। अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु आदेशो भवति। पुनः तिप् प्रत्यये परे तिप्यस्यनेः को भवति तिप्यस्यतेः तस्य अपवादः। अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति। एवमेव सिप् प्रत्यये परे सिपि धातो रुर्वा ससचलुषो रु इत्यस्य अपवादः। अनेन सिपि परे पदान्तस्य सकारस्य रु आदेशो दकारादेशो आदेशश्च भवति। यथोक्तं जलां दशुवन्ते इत्यनेन तिस् स्थाने दकारः न उपलभ्यते यतोहि तत्तु बाधितं ससजरुषो रुः इति सूत्रेण. पूर्वसूत्रम् अस्ति जलां जशुवन्ति, तत् सूत्रं किं वदति, पदान्ते झल् वर्णः अस्ति चेत् जश् वर्णः भवति, तर्हि पदान्ते सकारः अस्ति चेदपि तस्य स्थाने अन्तर्तमः जश् वर्णः भवति, सकारस्य जश् वर्णः अस्ति दकारः, तर्हि जलां जशुवन्ति सूत्रं वदति सकारस्थाने दकारः भवति. तदनन्तरम् अग्रिमसूत्रमस्ति सजुषोरुः, तत्सूत्रम् अपवादरूपेण वदति यत् सकारः पदान्ते अस्ति चेत् झलां दशो अन्ते कार्यं कृत्वा दकारः न भवति, परन्तु अपवादेन रु रु इति भवति, रत्वं भवति. तस्य अपि अपवादः अस्ति तिप्यनस्तेः, यत् सकारादि सकारान्त अस्ति परन्तु अग्रे तिप् प्रत्ययः अस्ति चेत् रुत्वं न भवति परन्तु दकारः भवति. तत् प्रथम अपवादः. कस्य अपवादः? ससजुषुरुः. द्वितीय अपवादः अस्ति सिपिधातुरुर्वाक्यत् सिप् प्रत्ययपरे अस्ति चेत् ऋत्वं न भवति परन्तु विकल्पेन ऋत्वम् अथवा दकारः भवति इति. तर्हि एतादृशः क्रमः अस्ति, अपवाद अपवादरूपेण कार्यं करोति. सर्वसामान्यं झलां दशवन्ते, तस्य अपवादः ससजुषुरुः, तस्य अपवादः तिप्यनस्तेः अथवा सिपिधातुरुर्वा. अवगच्छन्ति वा सर्वे? अन्तिमकार्यं जलां दृशन्ति एव करोति वा महोदय? अन्तिमवर्ण झल् अस्ति चेत् सामान्यतया जलां दशवन्ते कार्यं करोति, परन्तु सकारः इति सूत्रेण अपवादेन रुत्वं भवति. तस्य अपवादद्वयमस्ति तिप्यनस्तेः. तत्र तिपि परे एव किल, तिपि परे सिपि परे. प्रश्नः उदेति यत् यत् सिप् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात् यत् सिप् यदा आगतः सिपि धातु इति सूत्रेण धातोः अपि उक्तं सिपि अपि उक्तम्. अत्र वार्ता एवं, कस्य भागस्य का संज्ञा? वसयोगः ति इति स्थितौ वस इति अङ्गस्य धातुसंज्ञा नास्ति. अत्र किन्तु वस् इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव. एवमेव सिपः विधानान्तरमपि धातोः धातुसंज्ञा तिष्ठति. सा अचकास् योगः इस् इत्यत्र अचकास् योगः इस् इत्यस्य पदसंज्ञा अचकास् इत्यस्य धातुसंज्ञा. तदा इस् प्रत्ययलोपान्तरम् अचकास् इत्यस्य धातुसंज्ञापि भवति, पदसंज्ञापि भवति. तर्हि धातुरूपी पदम् इति भवेत्, तर्हि एकवारं पदसंज्ञा भवति चेत् धातुसंज्ञा न भवति इति तु नास्ति. तर्हि अचकास् योग स मध्ये सकारस्य लोपानन्तरम् अचकास् इति अवशिष्यते, तत् पदमस्ति, परन्तु चकार धातुः अपि अस्ति खलु, अतः अत्र सूत्रस्य प्रसक्तिः भवति धातुरूपी पदम् इति. अतः वसयोगति मध्ये वस इति धातुः नास्ति खलु, अतः केवलं वस् इति अस्ति, अतः अत्र प्रसक्तिः नास्ति. परन्तु नाम अस्य सूत्रस्य प्रसक्तिः तत्रैव भवति, अत्र पदमपि भवेत् धातुः अपि भवेत् पदरूपी धातुरूपी पदम् इति वक्तव्यम्. अस्तु, वसति अकारः अस्ति शप् विकरणप्रत्यय वा? तत्र अतः वस इति अङ्गम् अस्ति, धातु नास्ति, यतोहि तत्र विकरणप्रत्ययः अस्ति, केवलं वस्तु धातु अस्ति एव इदानीमपि. अस्तु तर्हि अग्रे गच्छामः. एकः प्रश्नः जि, अत्र तिपि अनस्तेः इति अस्ति खलु, अनस्तेः इत्युक्ते न त्वस्तेः, न त्वस्तेः इत्युक्ते किं नाम? अस् धातु कृते सूत्रं कार्यं न करोति. अस्तु, अस् धातोः तत्र किमपि कार्यं नास्ति, अस् धातु इति सूत्रं कार्यं न करोति, प्रसक्तिः नास्ति. अस्तु, धन्यवादः. हा महोदय, दकारान्तदातवः, दकारान्तदातूनां पदत्वे सति सिपि ऋत्वं दत्त्वं वा इति. दश्च इति सूत्रमस्ति द्वितीयपादस्य पञ्चसप्ततितमं सूत्रमस्ति. धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु आदेशो भवति सिपि परे. रु अभावे दत्त्वम् एव, येन विसदन्तस्य इत्यनेन तदन्तविधिः, अलवन्तस्य इत्यनेन अन्तिमवर्णस्य दकारस्य एव स्थाने, न तु पूर्णपदस्य. दः पञ्चम्यन्तं च अव्ययपदं द्विपदपदं सूत्रं सिपि धातोरुर्वा इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रमस्ति. दः च धातोः पदस्य रुः वा सिपि इति. अत्र पदान्ते दश्च इति सूत्रं वदति पदान्ते दकार धातोः पदान्ते दकारस्थाने दकारस्थाने ऋत्वं भवति इति अस्ति. तत्र दकारस्थाने ऋत्वं भवति इति विकल्पेन भवति, अन्यथा अभावे दत्त्वमेव अस्ति एव. अस्तु अस्तु, अत्र पूर्वस्मिन् सूत्रे चेत् दकारान् धातुरपि पदमस्ति चेत् अनन्तरं स्तिप् प्रत्ययः अस्ति चेत् एकस्मिन् पक्षे किमपि कार्यं न भवति, दकारः एव तिष्ठति, अन्यस्मिन् पक्षे ऋत्वं भवति. उदाहरणं पठतु, उदाहरणं पठतु. हा अस्तु महोदय, उदाहरणमस्ति अमोमोद् योगस् सकारः सिप् सिप् प्रत्ययस्य अस्ति, सकारः अस्ति. हल् गेभ्यो दीर्घात् सूतिसप्रत्तं हल् इत्यनेन सकारस्य लोपः. अमोमोद् इति पदमस्ति, इदानीं पदान्ते अस्ति धातु अमोमोद् इति अस्ति, अतः अमम् वावसानित्यनेन विकल्पेन पदान्ते चरादेशः भवति अमोमोत् अमोमोद्. इदानीं दश्च इत्यनेन 8 to 56 75 अस्तु, अमोमोत् अमोमोद् इति प्रथममस्ति चत्वम्, अनन्तरं दश्च इत्यनेन क्षम्यतां महोदय, क्षम्यतां महोदय, 8 4 अस्ति अमोमोद् इति अस्ति, तस्य प्रथमं दश कार्यं दश एव कार्यं करोति, क्षम्यताम्, एतत् चतुर्थपादे अस्ति, क्षम्यताम्, अमोमोदेव, अतः अमोमोदयोग अमोमोद् इति अस्ति. दश्च इत्यनेन अन्तिमदकारस्य विकल्पेन ऋक्तं भवति, इदानीम् अमोमोर् अमोमोर् अथवा अमोमोद् इति अस्ति, अमोमोद् इत्यस्य अमोमोत् इति भवति वा, भवति खलु, भवति अनन्तरं अग्रे भवति. अस्तु, अमोमोरु चेत् ऊ इत्यस्य इसंज्ञा लोपश्च कर्वसान विसर्जने इत्यनेन अवसाने रेफस्य स्थाने विसर्गादे अवसाने तत्र विसर्गादेशः भवति अमोमोः इति अमोमोः इति भवति. त्रीणि रूपाणि भवन्ति, मम अस्ति हा इदानीं भवति चत्वं भवति अमोमोत् अमोमोद् अमोमोः इति. आम् तर्हि अतः अमोमोद् योगसकारः अमोमोद् भवति, तस्य दश्च इति पदरूपेण एकस्मिन् पक्षे अमोमोद् अन्यस्मिन् पक्षे अमोमोरु, तत्र अमोमोरु यद्भवति तद्भवति अमोमोः, तर्हि अमोमोद् अथवा अमोमोः. तदनन्तरं वा अवसाने सूत्रेण अमोमोद् इति तस्य विकल्पेन अमोमोत् अपि भवति, अतः रूपत्रयमस्ति अमोमोत् अमोमोत् अमोमोः इति. अवगच्छन्ति वा सर्वे? तर्हि अत्र भावस्थाने प्रथमं कार्यं न करोति, दश्च करोति, यतोहि पूर्वसूत्रं दोषः अस्ति. अस्तु अग्रे अग्रे अदादिगणे विद् धातुः सिपि परे अविद् योगस् इति अस्ति. इदानीं तत्र अवेद् इति भवति तत्र पुगन्धलघुपतिचित्सूत्रेण अवेद् योगस् सकारस्य लोपः हल् ग्याप् दीर्घ सूतिस्य प्रत्यम् हल् इत्यनेन हल् उत्तरस्य अप्रत्यसंज्ञकप्रत्ययस्य लोपः अवेद् इति अस्ति. अवेद् इति इदानीं धातुः अस्ति, पदान्ते पदमस्ति, अतः पदान्ते अस्ति तस्य दकारस्य दश्च इत्यनेन तत्रापि किमर्थं महोदय तत्र चर दकारस्य ऋत्व अवेद् इति अवेर् अवेः इति अथवा अवेद् अवेद् अथवा अवेद् इति रूपत्रयं भवति इति रूपत्रयं प्रश्नः उदेति यद् दश्च इति सूत्रेण औपदेशिकधातुः एव इष्यते किम्? वस्तुतस्तु सूत्रे तथा किमपि नोक्तं. यत्र यत्र धातुसंज्ञा अस्ति तत्र तस्य धातुः दकारान्तः अपि पदमपि इति चेत् सिपिपदे विकल्पेन ऋत्वादेशः भवति. यथा रुदादिगणस्य रुदुधातुः लङि अरुणद् इति अस्ति योगसिप् सिपः लोप अरुणद् इति अस्ति. धातुसंज्ञा अस्ति, पदसंज्ञा अस्ति. ओ अस्तु, जस्त्वं कृत्वा अरुणद् इति भवति. अरुणद् अनन्तरं तत्र परसूत्रमस्ति, अतः तत्र दकारस्य दश्च इत्यनेन अरुणः इति एकमस्ति, अरुणः अथवा अरुणद् अरुणत् इति रूपत्रय तत्र अरुणद्. तर्हि तत्र महोदय तत्र णकारः तत्र विकरणप्रत्ययस्य अस्ति खलु, धातुरूपि अङ्गं नास्ति इति नावश्यकं वा? धातु मध्ये आगच्छति खलु, अन्तः धातु उदादिगणे विकरणप्रत्यय धातु मध्ये आगच्छति खलु. अतः सिप् प्रत्ययस्य साक्षात् पूर्वं यत् अस्ति तत् धातु एव अस्ति. अन्येषु गणेषु अन्यानां गणानां कृते अन्येषां गणानां कृते तु साक्ष्यं नास्ति, यतोहि विकरणप्रत्यये अन्ते भवति. अतः सिप् प्रत्यये तत् विकरणप्रत्ययः अस्ति, अङ्गमस्ति, परन्तु प्रत्ययः साक्षात् धातुं पश्यति, अतः अत्र अपि कार्यं भवति. तर्हि अत्र लिखितमस्ति खलु औपदेशिक एवम् इष्यते वा अथवा नास्ति, यत्र यत्र दकारान्त अपि अस्ति तर्हि सः च धातुः दकारान्तपदम् अस्ति चेत् विकल्पेन ऋत्वं भवति. तर्हि ऋद्धातुः अस्ति, तस्य ऋणः इति भवति. अत्र णत्वं यदस्ति श्नं प्रत्ययः अस्ति तद् मध्ये आगच्छति, अतः सिप् इदानीमपि धकारं पश्यति, धातुः अपि धातुमेव पश्यति, तादृशधातुः यस्य मध्ये विकरणप्रत्ययः अस्ति. तर्हि धातुः अपि अस्ति खलु, धातुः अपि अस्ति, अतः धातुः अपि अस्ति, पदमपि अस्ति, अतः झलां जशो अन्ते इति सूत्रेण अरुणदिति अस्ति खलु, धातुः अपि अस्ति, पदमपि अस्ति, पदमस्ति अतः जस्त्वं कृत्वा झलां जशो अन्ते इति सूत्रेण जश्वं कृत्वा दकारः भवति अरुणद्. इदानीं दकारान्तपदम् अपि धातुः अपि अस्ति, लिखितमस्ति खलु धातुसंज्ञा अधुना अपि अस्ति, पदसंज्ञा अधुना अपि अस्ति, अतः दश्च इति सूत्रेण विकल्पेन ऋत्वं भवति अरुणद् अरुणद् अरुणः अपि च भावसाने इति अरुणद् रूपत्रयम् इति भवति. अस्तु महोदय, अस्तु धन्यवादः महोदय. अग्रे मदन महोदय पठतु. आं महोदय, अन्यः प्रश्नः उदेति यत् यया रीत्या सिपि धातो रुर्वा इति सूत्रे वा इति पदं समुच्चार्थे यया या रीत्या च वसु दः इत्यस्मात् दः इत्यस्य अनुवृत्तया लकारः विधेयो भवति तया एव रीत्या अपि दश इत्यस्मिन्नपि भवति किम् अत्र मतद्वयमस्ति काशिकायां व्याकरणम् अस्ति दकारान्तस्य धातोः पदस्य स्थितिः परतो दुर्भवति दकारो वा काशिकारस्य मतेन तदेव वा समुच्चयार्थे येन ऋतु दत्त्वा चेति विधेयद्वयम् अस्ति द्वयमपि क्रियते अनेन एव दश इति सूत्रेण अतः काशिकारस्य मतेन दकारस्य अनुवृत्तिः भवति अत्रापि परन्तु सिद्धान्तकौमुद्यां पट्टोजिदीक्षितेन लिखितं व्याख्यानम् अस्ति दतोदरस्य पदान्तस्य स्थिति परे ऋणु स्याद् वा अस्मिन् दः इत्यस्य अनुवृत्तिः अस्वीकृता अस्मिन् एव च राघवं दकारविधेयं चेत् गौरवम् इति ऋत्वस्य अपेक्षा अस्माकं धातु विपदं तु दकारान्तम् अस्ति एव पुनः दकारस्य अनयस्य का आवश्यकता इत्येवं रीत्या मातृभिः साकं चर्चा सञ्जाता इत्यञ्च दश्च इति सूत्रे दकार अनुवृत्तिः मास्तु वा इति पदं विकल्पार्थे एव किं लिखितं वदतु अहम् अवगतं महोदय प्रयत्नं करोतु अत्र प्रश्नम् उदेति यत् सिपि धातो ऋतुम् इति सूत्रेण वा इति पदं समुच्चार्थे इति एव उक्तम् मतद्वयमस्ति काशिका मत न महोदय अहं न आगच्छम् तर्हि अत्र प्रश्नः अस्ति यत् दश्च मध्ये दकारः दश अनुवृत्तिः सूत्रं किम् अस्ति किं लिखितमस्ति अत्र दः च धातोः पदस्य रुभुभासिति अतः अत्र दः नाम दकारस्य स्थाने दकारादः भवति एकस्मिन् पक्षे सः तत्र तस्यापि अनुवृत्त्याः आवश्यकता अस्ति वा एकः पक्षं वदति काशिका वदति यत् वसहस्रांसु दंसु इति सूत्रेण दः इति सूत्र दः इति अपि आवश्यकता अस्ति तर्हि अनुवृत्तिभेदे सूत्रं किम् अस्ति दः च धातोः पदस्य रुः दः वा स्थिति यथा यथा स्थिति धातो रुर्वा मध्ये वसुस्रंसु इति सूत्रात् दः इति अनुवृत्तिः भवति तत्र अत्र अपि भवेत् परन्तु सिद्धान्तकौमुद्यं वदति तस्य आवश्यकता नास्ति किमर्थं नास्ति तथा कुर्मः चेत् किं भवति दः च धातोः पदस्य रुः दः वा स्थितिः अतः दः स्थाने पुनः दः भवति का आवश्यकता नास्ति अतः अनुवृत्तेः अनुवृत्त्याः आवश्यकता नास्ति दः इति दः च धातोः पदस्य रुः वा स्थितिः इति एव पर्याप्तम् अस्ति एकस्मिन् पक्षे रुः अन्यस्मिन् पक्षे दः एव तिष्ठति अतः पुनः दः तस्य अनुवृत्तेः आवश्यकता नास्ति सिपि धातो रुवामध्ये आवश्यकता अस्ति यतोहि सकार अस्ति एकस्मिन् पक्षे रुः एकस्मिन् पक्षे दः उभयत्र परिवर्तनं भवति, परन्तु अत्र एकस्मिन् पक्षे रुः अन्यस्मिन् पक्षे द द एव तिष्ठति, पुनः दकारस्य अनुवृत्तेः अनुवृत्त्याः अवश्यम् अवगच्छति वा? न न किमपि नास्ति अत्र, पुनः दकार इति तस्य आवश्यकता नास्ति अनुवृत्तेः, दकारस्थाने एकस्मिन् पक्षे रुः अन्यस्मिन् पक्षे दकारः एव तिष्ठति, ततः पुनः वसुस्रंसो इति सूत्रात् दः इति पदस्य अनुवृत्तेः आवश्यकता नास्ति। सिपि धातुरुर्वामध्ये आवश्यकता अस्ति, यतोहि मूलतः सकारादि सकारान्त अस्ति खलु, अतः एकस्मिन् पक्षे रुः अन्यस्मिन् पक्षे दकारः इति परिवर्तनं भवति, अत्र दकारः एव भवति अन्ते, अतः पुनः दकारः आगच्छति एकस्मिन् पक्षे किमर्थं लेखनीयं, न लिख आवश्यकता, दकारः दकार एव तिष्ठति अन्यस्मिन् पक्षे रुं भवति इति एव भवति। महोदय अत्र काशिकायां दत्तमस्ति इति कृत्वा तस्य खण्डनमेव खलु, अत्र काशिकायां दकारो वा इति, अतः तत्र काशिकायां दत्तमस्ति खलु, अतः काशिका वदति पुनः दकारस्य आवश्यकता अस्ति इति, परन्तु सिद्धान्तकौमुदी वदति तस्य आवश्यकता नास्ति, आवश्यकता नास्ति, लाघवं भवति तथैव, तथापि आवश्यकता नास्ति। काशिकायां तत्र दत्तं ऋत्वमपि भवति दत्त्वमपि भवति इति साक्षात् वदति, व्याख्याने भवति अस्तु अग्रे गच्छति वा मकारान्तदातवः मकारान्तानां पदद्वे सति सति मकारस्थाने नकारः मो नो धातोः मकारान्तस्य धातोः पदस्य नकारादेशो भवति तदन्तविधि इत्यनेन मकारान्तधातुः इति आशयः मह षष्ट्यन्तं नः धातोः षष्ट्यन्तं स्त्रीपदम् इदं सूत्रं कोः संयोगान् द्वोरन्ते च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मह धातोः पदस्य अन्ते नः किं लिखितम् मकारान्तधातुः अस्ति चेत् तस्य स्थाने मकारस्य स्थाने नकार आदेशः भवति इति उक्तम् मकारान्तधातुः अस्ति चेत् तस्य स्थाने नकारः भवति पदस्य अन्ते अस्ति चेत् जङ्गमम् योगः तकारः अहल्याभ्यो दीर्घासुतिस्य पृष्ठम् इत्यनेन तकारलोपो भवति अजङ्गम् मकारः अस्ति अन्ते मो नो धातोः इत्यनेन मकारस्थाने नकारादेशः भवति अजङ्गम् इति भवति अपरेषाम् अनुनासिकान्तानां गतिः एवं नकारः नकारः कोऽपि धातुः नास्ति यस्य अन्तिमवर्णः नकारः यकारः वा स्यात् अतः अत्र किमपि नास्ति नकारान्तधातुः नकारान्तधातुः चेत् किमपि कार्यं न भवति अतः नकारः नकारः अत्र अन्य अनुनासिक अस्ति चेत् नकारः ञकारः अस्ति चेत् किमपि कार्यं नास्ति नकारः अस्ति नकारः अन्त अस्ति चेत् अपि किमपि कार्यं नास्ति एतावत् तिष्ठति इति अग्रे पठामि वा अग्रे पठामि वा महोदय पठतु पठतु किं वदामि अहं तत्र मौनधातुः मध्ये मकारान्त तत्र नकारः एव अस्ति अस्तु अग्रे अग्रे पठतु प्रश्नः अस्ति वा कस्यापि तत्र तदन्तविधिः एतदेव तत्र तदन्तविधिना एव तत्र मकारान्तधातुः आशयः तत्र किम् अस्ति तत्र तत्र तदन्तविधिः इत्युक्ते किं महधातुः इत्युक्ते न केवलं तादृशधातुः यत्र साक्षात् केवलं म अस्ति परन्तु तादृशधातुः यस्य अन्ते म अस्ति येन विधिस्तदन्तस्य इति सूत्रेण धन्यवादः जस्वसन्ति प्रत्वसन्ति च अस्मिन् सोपाने देयं यत् पदस्य अन्तिमो वर्णः कः वर्गस्य पञ्चमसदस्यः चेत् किमपि कार्यं नास्ति पदान्ते जल् वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थो वा चेत् जस्वसन्धिः तत्त्वसन्धिः च प्रसक्तौ स्तः पदे यत्र सन्धेः प्रसक्तिः अस्ति तत्र सन्धिनियमम् इति जानीमः अतः अस्मिन् सन्दर्भे सन्धिः करणीय एव वैकल्पिको न जस्वसन्धि वयं जानीमः तत्र यत्र यत्र सन्धिः भवेत् तत्र तत्र करणीयम् जलं दृश्यते विद्यां महोदय पठतु जलां दृश्यन्ते तत्र अजङ्गं खलु एतदेव वा अस्तु जलां जेषवन्ते तृतीयबिन्दुः चर्त्वसन्धिः च अस्मिन् सोपाने देयं यत् पदस्य अन्तिम जलां जेषवन्ते अस्तु जलां जेषवन्ते पदान्ते प्रथमपङ्क्तिः अनन्तरम् अनुवृत्तिसहितसूत्रं पूर्णम् अस्तु अस्तु जलां जषन्ते पदान्ते जल् स्थाने जश् आदेशः भवति पदात् परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव पदात् परे अच् स्यात् हल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति एव बाधकसूत्रमस्ति चेत् अन्यवार्ता जल् प्रतिहारे पञ्चमवर्गीयव्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि नाम अनुनासिक अननुनासिकवर्गीयव्यञ्जनानि अपि च चकारः दन्त्यचकारः मूर्धन्यचकारः स ह प्रयोगे वर्णानां प्रथमद्वितीयतृतीयचतुर्थवर्णाः आयान्ति जश् प्रत्याहारे वर्णानां तृतीयवर्णः जबः जब ग ड द इति स्थानेन्द्रतमः इत्यनेन स वर्गीयाणां स्थाने गकारः च वर्गीयाणां स्थाने जकारः तवर्गीयाणां स्थाने दकारः तवर्गीयाणां स्थाने दकारः किम् अस्ति चेत् तत्र एतत् तृतीय अस्तु पवर्गीयानां स्थाने बकारः तर्हि पदस्य अन्ते जल् प्रत्याहारे कश्चन वर्णः अस्ति चेत् स्थाने तस्य वर्गस्य तृतीयवर्णः आदेशः भवति अयं जष्वसन्धिः इति उच्यते जलां षष्ट्यन्तं जषः प्रथमान्तम् अन्ते सप्तम्यन्तं त्रिपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पदस्य अन्ते जलां जष् तत्र प्रथमवर्णस्य तत्र किमस्ति चेत् तत्र क वर्गीयाणां स्थाने प्रथमवर्णः स्थाने तृतीयवर्णः च वर्गीयस्य स्थाने च स्थाने जकारः तास्थाने दकारः तास्थाने डकारः एतत् सर्वत्र प्रथमवर्णस्य स्थाने तृतीयवर्णः आदेशः भवति एतदेव जलं जषन्ते इति सूत्रं तत्र वदति त्रिपदस्य पदमस्ति तस्य अन्ते झल् वर्णः भवति चेत् अन्य अग्रे किमपि भवेत् किमपि वर्णः न भवेत् अच्वर्णः भवेत् हरिवर्णः भवेत् किमपि भवेत् पदमस्ति पदस्य अन्ते झल् वर्णः अस्ति झल् इत्युक्ते पञ्चमवर्णं पञ्चमवर्णविहाय सर्वे वर्गीयव्यञ्जनानि अपि च ष ष स इति कोऽपि वर्णः अस्ति चेत् तस्य स्थाने तृतीयवर्णः भवति जश् प्रत्याहारस्य वर्णः भवति इति अस्ति आम् जल् स्थाने जश् खलु जि जश् इति छल् इति अस्ति जश् जस्व सन्धि यत् अस्माभिः ज्ञातव्यं न अस्माभिः ज्ञातं जश् सन्धि इति अस्ति इति किमपि नास्ति अस्तु अग्रे विरामो अवसानं तत्र वर्णानाम् अभावः अवसानसंज्ञकः विरामः प्रथमान्तम् अवसानम् इति अवसानं प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं विरामः अवसानं तत्र वर्णानाम् अभावः अस्ति चेत् अन्ते एतदेव विराम अवसानम् इति उक्तं तत्र अग्रे पठामि वा अस्तु अवसानम् इत्युक्ते यत्र अग्रे कोऽपि वर्णः नास्ति चेत् तत्र अवसानम् इति अस्ति वर्णानाम् अभावः अवसानम् इति तथा अग्रे किमपि नास्ति अस्तु तर्हि अग्रे सूत्रमस्ति वा अवसाने पठतु वा अवसाने इत्युक्ते अवसाने जलः विकल्पेन शर् आदेशः भवति अनेन अवसान अवस्थायां विकल्पेन जस्त्वं चत्वं वा अव्ययपदम् अवसाने सप्तम्यन्तं द्विपदमिदं सूत्रं जलां जश् जषि इत्यस्मात् जलाम् इत्यस्य अनुवृत्तिः अभ्यसे चर्च इत्यस्मात् छर् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अवसाने जलां चर्वो चर्व अवसाने इत्युक्ते जल्वर्णस्य स्थाने छर् आदेशः भवति इति तत्र दत्तं जलां स्थाने जश् जषि यत्र अवसानम् अस्ति नाम यत्र अग्रे कोऽपि वर्णः नास्ति तत्र विकल्पेन झल् स्थाने नाम पदस्य पदान्ते झल् स्थाने अवसानम् अस्ति इत्युक्ते किम् अग्रे वर्णः नास्ति इत्युक्ते पदान्ते एव भवेत् खलु पदान्ते नास्ति चेत् अग्रे अवसानं न भवति तर्हि अत्र पदं लिखितं नास्ति परन्तु आहत्य पदमेव भवेत् तर्हि अग्रे कोऽपि वर्णः नास्ति चेत् झल् स्थाने विकल्पेन चर् भवति तर्हि एकस्मिन् वर्गे एकस्मिन् पक्षे चर् भवति अन्यस्मिन् पक्षे किं भवति किं जि पक्षे चर् भवति जल् भवति जलां स्थाने एव जलां स्थाने एकस्मिन् पक्षे चर् भवति अन्यस्मिन् पक्षे एकस्मिन् पक्षे जश् नाम तृतीयवर्णः एकस्मिन् पक्षे चर् नाम प्रथमवर्णः तर्हि कवर्गां धातुः अस्ति जष्ट्वे गकारादेशः चर्त्वे गकारादेशः तर्हि अशासक् इति धातुः अस्ति पदमपि अस्ति अशासक् इति पदमस्ति लङ्लकारे तर्हि प्रथमं तु जलां दशवन्ते इति सूत्रेण ककारः भवति अशासग् तदनन्तरं विकल्पेन वहावसाने इति सूत्रेण गकारस्य ककारः अपि भवति तर्हि रूपद्वयं भवति यदि अग्रे कोऽपि वर्णः नास्ति अवसानम् अस्ति चेत् अशासग् अशासक् इति सर्वे आगच्छन्ति वा आं जि अस्तु तर्हि इदानीं समयः समाप्तः प्रश्नः अस्ति वा कस्यापि नास्ति एतत् सुलभमेव शुभरात्रिः जि धन्यवादः शुभरात्रिः धन्यवादः धन्यवादः महोदय